नमस्कारः। नमस्कार। तर्हि अद्यतनविषयः अस्ति षष्ठीविभक्तिः। गतसप्ताहे वयं षष्ठीविभक्तिप्रयोगं परिशीलितवन्तः। अस्मिन् सप्ताहे तस्य अभ्यासं नाम गृहपाठरूपेण प्रार्थना आसीत्। तस्य अभ्यासम् अहं श्रोतुम् इच्छामि इदानीं। तर्हि वाक्यं श्रावयतु। अस्तु, वदतु। द्रोणः पाण्डवस्य कौरवस्य च गुरुः। समीचीनमस्ति। अन्यत् वाक्यमस्ति? ह्यः सायङ्काले संस्कृतपाठस्य अभ्यासनं कुर्मः। अभ्यासं कुर्मः ह्यः सायङ्काले, खलु? ह्यः कुर्मः वर्तमानकाले कृतवान्। किन्तु वाक्यं पुनः वदतु। ह्यः सायङ्काले संस्कृतपाठस्य अभ्यासं कृतवान्। अस्तु, वाक्यं समीचीनमस्ति। लक्ष्मीभगिनी श्रावयतु वाक्यम्। तेषां वृक्षाणां फलानां खादनेन आरोग्यं लभ्यते। वाक्यं समीचीनमस्ति, पुनः वदतु। तेषां वृक्षाणां फलानां खादनेन आरोग्यं लभ्यते। अत्र अस्माकम् अभ्यासः गते सप्ताहे अत्र पुनः पश्येम। तर्हि षष्ठीविभक्तिः, यत्र सम्बन्धः भवति तत्र षष्ठीविभक्तिः अस्ति इति वयं जानीमः, खलु? बालकस्य पुस्तकं, पुत्र्याः प्रकोष्ठः इति सम्बन्धवाचकशब्दः रूपमस्ति षष्ठीविभक्तिः, खलु? एतत् सर्वं वयं तु जानीमः। इदानीम् अत्र पेज् 49 पश्यन्तु। तत्र तृतीय अभ्यासः, तत्र भवानेव पठतु। तत्र अधोभागे पेज् 48। पठनं, श्रवणं, गमनम् इत्यादीनि पदानि भाववाचकानि इति उच्यन्ते। एतादृशानां भाववाचकपदानां योगे कर्मपदस्य कर्तृपदस्य च षष्ठीविभक्ति भवति। अभ्यासः। आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थलानि पूर्यते। उदाहरणार्थं, रामस्य आगमने विलम्बः नास्ति, कर्तृपदस्य षष्ठी। पुस्तकस्य अध्ययनेन ज्ञानं वर्धते, कर्मपदस्य षष्ठी। अस्तु, तर्हि अस्य अवगमनम् अत्यावश्यकम्। अत्र रामस्य आगमने विलम्बः नास्ति। रामस्य आगमनं, तर्हि रामः आगच्छति तत्र विलम्बः नास्ति। तत्र रामः आगच्छति इत्यस्मिन् वाक्ये कर्ता कः? रामः। तर्हि अत्र रामस्य आगमनम्, आगमनम् इति आगमन नाम तत्र गत्यार्थेः भावः अस्ति। अतः अत्र लिखितमस्ति भाववाचकपदानां योगे कर्मपदस्य कर्तृपदस्य च षष्ठी। तर्हि अत्र कर्तृपदस्य षष्ठिः, अत्र रामः इति कर्तृपदमस्ति, रामस्य आगमनं, तस्मिन् विलम्बः नास्ति। इदानीं पुस्तकस्य अध्ययनं, कः पुस्तकं पठति? कोऽपि, खलु? पुस्तकं स्वयं पठति वा? वयं पुस्तकं पठामः। अतः पुस्तकम् अत्र कर्मपदम्। पुस्तकस्य अध्ययनम् इति विषयः। अतः अत्र कर्मपदस्य षष्ठी, रामस्य आगमनम् इति कर्तृपदस्य षष्ठी, पुस्तकस्य अध्ययनम् इति कर्मपदस्य षष्ठी। भेदः अवगतः वा? स्पष्टमस्ति? अस्तु, तर्हि सुब्रह्मण्य महोदय, कृपया उदाहरणं पठतु। गीतं, यथा गीतं श्रवणेन अहं सन्तुष्टः, गीतस्य श्रवणेन अहं सन्तुष्टः। अत्र गीतस्य श्रवणेन इति कर्तृपदस्य अथवा कर्मपदस्य? कर्मपदस्य षष्ठीविभक्तिः इति अस्माकं गृहपाठः आसीत् इति अस्माकं गृहपाठः आसीत् अतः लक्ष्मी भगिनी पुनः वदतु तदेव वाक्यं तेषां वृक्षाणां फलानां खादनेन आरोग्यं लभ्यते तेषां वृक्षाणां फलानां खादनेन आरोग्यं लभ्यते अत्र कर्तृपदस्य अथवा कर्मपदस्य षष्ठी कर्मपदषष्ठी भवती तु भवत्याः वाक्यमस्ति खलु अस्तु समीचीनं समीचीनमस्ति तर्हि अत्र किञ्चित् अभ्यासं कृत्वा पुनः एतत् कुर्मः अनन्तरं तस्य अभ्यासं कारयामः अत्र तत्र सन्ध्या भगिनी पठतु योग्यः योग्यः आहारः सेवनेन शक्तिः वर्धते योगस्य योग्यस्य आहारस्य सेवनेन शक्तिः वर्धते सेवनेन नाम प्रयोगेन प्रयोगेन तर्हि अत्र कर्तृषष्ठी अथवा कर्मषष्ठिः समीचीनं बहु किमपि जानाति भवान् समीचीनं प्रभावशाली कथं कथं ज्ञातवान् इति रहस्यं तत्र तत्र नाम किमपि न भवति नाम सर्वं हिन्दीभाषया भवति खलु तत्र 12th पर्यन्तं यत् अध्ययनं प्रवर्तमानमासीत् तत् सर्वं हिन्दीभाषया भवति स्म खलु न तु संस्कृतेन अतः सामान्यतया एतत् अस्य सर्वस्य अध्ययनानन्तरमपि न कोऽपि किमपि जानाति किन्तु किञ्चित् भवान् जानाति इति कारणतः प्रभावशालीविषयः समीचीनमस्ति तर्हि योग्यस्य आहारस्य अत्र योग्य इति तत्र उचित उचित इति अर्थः न योग्य इति उचित इति अर्थः उचित योग्यः योग्यः नाम न न तथा नास्ति योग्यः सम्यक् योग्यः नाम वर्धि वर्धि इति अर्थः योग्यः अस्तु रत्नशमहोदय अग्रिमं करोतु ग्रन्था अध्ययनम् एव सरस्वती आराधनम् ग्रन्थेन अत्र ग्रन्थाः ग्रन्थः इत्यस्य वचनं किं वचनं बहुवचनं बहुवचनं सो ग्रन्थानाम् अध्ययनम् एव सरस्वती सरस्वत्याः आराधनं समीचीनमस्ति अत्र ग्रन्थानाम् अध्ययनमिति कर्तृपदस्य कर्मपदस्य वा कर्मपदस्य सरस्वत्याः आराधनम् इति कर्तृपदस्य कर्मपदस्य वा कर्मपदस्य अस्तु समीचीनमस्ति अस्तु तृतीयं वाक्यं लक्ष्मीभगिनी सः विषयः प्रतिपादनं सम्यक् कृतवान् सः विषयस्य प्रतिपादनं सम्यक् कृतवान् कर्तृ अथवा कर्मपदस्य विषयस्य प्रतिपादनं किमुक्तवती भवति कर्तृपदस्य कोऽपि कृतवान् खलु प्रतिपादनं विषयः स्वयं करोति अस्तु समीचीनमस्ति किं करोतु अद्य प्रातःकाले कार्यक्रमः उद्घाटनं उद्घाटनम् उद्घाटनम् जातम् जातम् अद्य प्रातःकाले कार्यक्रमस्य उद्घाटनम् जातम् कार्यक्रमस्य उद्घाटनम् तर्हि अत्र कर्तृपदस्य कर्मपदस्य वा कर्मपदम् अत्र कार्यक्रमस्य उद्घाटनं जातम् कर्तृपदम् हा हा हा यतोहि स्वयं नाम तत्र जातं नाम हो गया नाम अकर्मकक्रिया अस्ति अकर्मक तत्र सकर्मकक्रिया नास्ति तस्य उद्घाटनं जातम् यदि अभविष्यत् यथा कार्यक्रमस्य उद्घाटनं कृतवन्तः तर्हि भिन्नम् उद्घाटनं कृतवन्तः किन्तु उद्घाटनं जातं जातं नाम अभवत् तर्हि अभवत् तत्र कर्मपदं न भवितुम् अर्हति अकर्मकः क्रिया अस्ति खलु अतः कर्मपदस्य कर्तृपदस्य अस्तु सुब्रह्मण्य महोदय भवान् शीघ्रं पुस्तकम् अन्वेषणं करोतु भगवान् शीघ्रं पुस्तकस्य अन्वेषणं करोतु कीदृशमस्ति कर्तृपदं पुस्तकस्य अन्वेषणं भवान् करोतु किन्तु पुस्तक न अत्र प्रश्नः अस्ति यत् पुस्तकस्य इति तत्र कर्तृपदस्य षष्टि अथवा कर्मपदस्य षष्टि पुस्तकस्य अन्वेषणं लक्ष्मी भगिनि किं तस्य अर्थः कः भवत्याः मुखे या अभिव्यक्तिः अस्ति तस्य अर्थः कः न नाम किं नाम वातावरणं सम्यक् नास्ति अथवा सूर्य न आगच्छति अस्तु भवान् वदति वा कर्मपदस्य षष्टि इति सत्यं किमर्थं कर्मपदस्य षष्टि पुस्तकस्य अन्वेषणं नाम स्वयम् अन्विषति वा पुस्तकं पुस्तकम् अहं पुस्तकस्य अन्वेषणं करोमि अतः अहम् इति कर्तृपदं पुस्तकमिति कर्मपदम् अस्तु अभिनवमहोदय अग्रे वस्त्रादीनि दानेन पुण्यं लभ्यते वस्त्रादीनि वस्त्रादि इकारान्तशब्दः वस्त्रादेः किन्तु बहुवचने अस्ति वस्त्रादीनि वस्त्रादीनेः न तत्र इकारान्तशब्दः साहाय्यं करोति वा वस्त्रादि इति षष्टि बहुवचनम् षष्टि बहुवचनम् वस्त्रादीनां वस्त्रादीनां दीर्घिकारः वस्त्रादीनां किं हरीणां हरीणां मुनीनां वस्त्रादीनि वस्त्रादीनां और वस्त्रादीनां न न न वस्त्रादि इति इकारादि मूलरूपमस्ति वस्त्रादि वस्त्रादीनां दानेन पुण्यं लभ्यते कीदृशमस्ति कर्मपदस्य षष्टि समीचीनम् अस्तु रत्नसिंहोदय पण्डितः सदा ग्रन्थानां परिशीलनं करोति कीदृशमस्ति कर्मपदस्य षष्टि अस्तु सन्ध्या भगिनी अग्रे कर्मपदस्य तस्य कर्मपदस्य अस्ति कर्मकरी पात्राणि प्रक्षालनं कृत्वा गृहं गच्छति. कर्मकरी पात्राणि तत्र षष्ठी बहुवचनं पात्रं पात्रम् ओ नपुंसकम् पात्राणां पात्राणां प्रक्षालनं कृत्वा गृहं गच्छति. कीदृशमस्ति कर्म? कर्मपदस्य षष्ठी. अस्तु, लक्ष्मी भगिनी अग्नि प्रश्नः अस्ति वा? उच्यताम्, वदतु भवान्. थर्ड् विभाग तृतीय पात्राणि न पात्राणि प्रथमा विभक्ति पात्रं बिकेम पात्राणि, फलं बिकम्स फलानि. सत्यं. सो हौ डू यू नो विच वन? मुद्रण अणकार न अण इति वा? अत्र भवान् वदतु. वयं चर्चितवन्तः अस्मिन् विषये पूर्वं. यत्र रकारः अपि नाम महान् पण्डितः वदतु. यत्र रकारः अस्ति पात्र रेफः अस्ति तत्र रेफः किम्? तत्र रेफशब्दं न जानाति वा? हिन्दीभाषायामपि अस्ति खलु रेफः. रेफ रेफ रेफ रेफ न जानाति वा? न. हिन्दीभाषायामस्ति खलु रेफ? न जानामि. तत्र यत्र रकारः वदामः र, तत्र तत्र न वदामः रकारः. रकारः न कोऽपि शब्दः रकारः, तत्र रेफः इति वदामः. रेफः हिन्दीभाषायां सामान्यशब्दः अस्ति. अरे बाबा, सामान्यतया यत्र यत्र उपरि उपविशति, यत्र उपरि उपविशति, तत्र हिन्दीभाषायां रेफः इति वदन्ति. किन्तु संस्कृतभाषायां यत्र कुत्रापि रकारः अस्ति, नाम सामान्य रकारः अथवा अधः अस्ति, उपरि अस्ति, यत्र कुत्रापि भवति, तत्र रेफः इति अस्ति. रेफः. तर्हि वदतु रेफः. यत्र रेफः अस्ति तत्र णकारः भवति, यत्र यत्र नास्ति तत्र. यत्र रेफः पूर्वम् अस्ति, पूर्वः अनन्तरं दन्ति नकारः अनन्तरम् अस्ति चेत् दन्त्यनकारः नाम रेफः पूर्वम् अस्ति एकस्मिन् पदे. एकस्मिन् पदे पूर्वं रेफः अनन्तरं दन्त्यनकारः. तर्हि रेफस्य प्रभावेन दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः भवति इति नियमः अस्ति. एकस्मिन् पदे, एकस्मिन् वाक्येन, एकस्मिन् पदे, समानपदे, समानपदे भवति. इदानीं रेफः अस्ति, अनन्तरं वर्णत्रयानन्तरं रेफः अस्ति, अथवा एकवर्णानन्तरं वर्णद्वयानन्तरं रेफः अस्ति चेत् तत्र यथा उदाहरणार्थं रेफः अस्ति अनन्तरं नकारः अस्ति वर्णचतुष्ट्यानन्तरं, चतुर्णां वर्णानाम् अनन्तरं नकारः अस्ति, तत्र मध्ये वर्णाः सन्ति खलु, मध्ये तत्र नियमः कः? उदाहरणार्थं तत्रैव पत्राणि, पत्राणि, तत्र रेफः अस्ति अनन्तरम् आकारः अस्ति अनन्तरं न दन्त्यनकारः, तर्हि मध्ये आकारः अस्ति खलु. तत्र कश्चन नियमः अस्ति, के के वर्णाः मध्ये भवितुं शक्नुवन्ति तथापि नकारस्य अणत्वं भविष्यति, कुत्रचित् भवति कुत्रचित् न भवति मध्ये के के वर्णाः सन्ति तं दृष्ट्वा तान् दृष्ट्वा वयं जानीमः वदतु वामति वा संध्या भगिनी वदतु मध्ये के के वर्णाः भवन्तु अर्हन्ति यदि सा जानाति मा और आङ्ग्लभाषायां न यदि मध्ये के के वर्णाः मा पवर्गः पवर्गः कवर्गः सन्ति तर्हि भवति अथवा न भवति नकारस्य णकारः भवति अथवा न भवति नकारस्य स्थाने ण नकारस्य स्थाने न भवति भवति नाम मध्ये कवर्गीयः वर्णः कोऽपि अस्ति अथवा पवर्गीय कख ङ मध्ये मध्ये कवर्गीयः अथवा पवर्गीयः वर्णः अस्ति चेदपि भवति णत्वम् उदाहरणार्थम् इदानीं वदामि किन्तु मध्ये चवर्गीयः टवर्गीयः टवर्गीयः अस्ति चेत् न भवति बाधा तत्र परिवर्तनं न भवति पत्रं तत्र मध्ये कः वर्णः अस्ति पकारः पवर्गः न किन्तु पत्रं तत्र नकारः तु नास्ति एव दन्त्यनकारः कुत्र अस्ति नास्ति नास्ति एव अतः न भविष्यति एव यत्र यत्र एकस्मिन् पदे यत्र रकारः रेफः अनन्तरं नकारः च केवलं रेफः इति न मूर्धन्यषकारः मूर्धन्यषकारः कृष्णश मूर्धन्यषकारः पूर्वमस्ति चेत् अनन्तरं दन्त्यनकारः षकारः अस्ति चेत् अनन्तरं नकारः तत्रापि तथा भवति नकारस्य स्थाने ण तर्हि पुष्पं बहुवचने पुष्पाणि तत्र आणि पुष्पाणि पुष्पाणि इति न तत्र कारणमस्ति निमित्तमस्ति षकारः हेतुः षकारः द्रष्टव्यं नाम उदाहरणे बहूनि पदानि सन्ति यत्र मध्ये नाम निमित्तं नाम रेफः पूर्वम् अनन्तरं दन्तिनकारः मध्ये छञ इत्येषु कोऽपि वर्णः अस्ति चेत् न भवति मध्ये कोऽपि वर्णः टठठठण तथ न अस्ति चेत् न भवति कोऽपि स्वरः अस्ति चेदपि भवति तर्हि कवर्गीयः अथवा पवर्गीयः अथवा कोऽपि स्वरः तत्र भवति इति नियमः मनसि स्थापयन्तु कति वारं वयम् उक्तवन्तः अस्तु आदि बहु वस्त्रादि तत्र षष्टि विभक्ति बहुवचनं किम् वस्त्रादीनां तत्र रेफः अस्ति वस्त्र रेफः अस्ति अनन्तरं नाम इति नकारः अस्ति मध्ये के के वर्णाः वस्त्राकारः दकारः दन्त्यदकारः अनन्तरम् इकारः तर्हि दकारः मध्ये अस्ति दकारः तर्हि नव णत्वं भवति न वा तत्र नकारस्य स्थाने णकारः भवति न वा भवति न वा भवति नकारस्य स्थाने णकार इति परिवर्तनं भवति न वा किमर्थम् दकारः तवर्गीय दकारः अस्ति अतः बाधा अस्मिन् पदे वस्त्रादीनाम् इति अस्मिन् पदे तत्र निमित्तम् अस्ति हेतुः किन्तु व्यवधानम् अस्ति बाधा अस्ति अधः न भवति स्पष्टमस्ति अस्तु अग्रे अस्तु अभिनव महोदय अग्रे कर्मकरी पात्राणि प्रक्षालनं कृत्वा गृहं गच्छति पात्रम् एकनिमेषः तत्र पण्डितः इति वयं कृतवन्तः वा कृतवन्तः कृतवन्तः अस्तु अस्तु अग्रे कर्णः निर्धनाय कवचं कुण्डलं च दानं कृतवान् कर्णः निर्धनाय कवचस्य कुण्डलस्य च दानं कृतवान् कर्मपदम् समीचीनमस्ति अस्तु अग्रे इदानीं लक्ष्मी भगिनी अहं मूल्याङ्काः नाणकानि सङ्ग्रहं करोमि अहं मूल्याङ्कानां नाणकानां सङ्ग्रहं करोमि कीदृशमस्ति कर्मपदषष्टि कर्मपदषष्टि अस्तु इदानीं वाक्यरचनम् अहं श्रोतुमिच्छामि किञ्चित् सर्वे वदन्तु अभ्यासः अपेक्षितः अस्ति प्रश्नः कर्णः निर्धनाय कवचस्य कुण्डलस्य च दानं कृतवान् वदतु कर्मपदस्य अथवा कर्तृपदस्य इदं कर्मपदस्य षष्ठी भवान् किं चिन्तयति कर्मपदस्य कर्मपदस्य एव अस्तु तर्हि अत्र अहं वदामि अस्तु गमनं पठनं क्रीडनं वदनम् अनन्तरं नयनं सर्वे वदन्तु रचयन्तु वाक्यं पुनः वदन्तु संस्कृतस्य पठनस्य लाभः अभूतपूर्वं भवति संस्कृतस्य पठनस्य लाभः अभूतपूर्वं भवति अभूतपूर्वः अभूतपूर्वः भवति वाक्यं सम्यक् अस्ति वाक्यं सम्यक् अस्ति इतोपि सम्यक् कर्तुं शक्नुमः पठन इति तृतीयविभक्तौ करोतु किं भवति संस्कृतस्य पठनेन अभूतपूर्वाः लाभाः सन्ति इदानीं संस्कृतस्य पठनेन लाभः तत्र कारणमस्ति नाम कारणसम्बन्धः पठनेन पठनस्य लाभः इति षष्टिविभक्तिः इति मास्टर् आफ् मिमिक्री यत्र कुत्रापि उपवेष्टुं शक्नोति षष्टि किन्तु यदि तृतीया अथवा तस्य विभक्तेः प्रयोगं कुर्मः इतोपि सम्यक् भवति केवलं संस्कृतपुस्तकस्य नयनेन कः लाभः पठनेन केवलं संस्कृतस्य पुस्तकस्य नयनेन कः लाभः इति वाक्यं समीचीनमस्ति वा नास्ति का समस्या किं लाभः न तत्र किम् इति अस्य किमिति विशेषणमस्ति विशेषणविशेष्य भावः भवति अत्र लाभः विशेष्यं नाम पुल्लिङ्गे अस्ति अतः किमपि पुल्लिङ्गे भवति कः लाभः कः लाभः का हानिः किं वैशिष्ट्यम् वैशिष्ट्यं नपुंसकलिङ्गशब्दः अस्तः किं हानिः स्त्रीलिङ्गशब्दः अस्ति का नाम भवतः नाम किं स्वरूपः किं शब्दस्य तत्र किम् इति अस्य भिन्नः अर्थः अत्र किम् इति केवलं प्रश्नवाचकपदमस्ति प्रश्नवाचकपदं किं तत्र पदद्वयमस्ति किम् अथवा वा तत्र किम् इति अव्ययमस्ति अव्ययं तस्य लिङ्गपरिवर्तनं न कदापि कुत्रापि भवति भवान् अद्य पाठशालां गच्छति किम् किमिति तत्र प्रश्नवाचक शब्दः अत्र किमिति विशेषणमस्ति लाभशब्दस्य विशेषणम् लाभ इति पुल्लिङ्गशब्दः अतः किमपि तथा को लाभः कः लाभः पिबति इत्यस्य किं भवति पिबति पानम् पानं भवान् करोतु पानं षष्ठी विभक्ति हा हा न न तस्मात् पूर्वं षष्टि खलु अनन्तरं लेखनं वदतु वाक्यमस्ति वा श्रावयतु भोः सिद्धः अस्ति वा नास्ति अस्तु भवान् वदतु गृहपाठस्य वदनं वदम् इति नपुंसकलिङ्गशब्दः वाक्यं समीचीनं पुनः वदतु गृहपाठस्य वदनं कठिनम् समीचीनम् अस्ति अस्तु अग्रे महोदय चित्रकाराः चित्रस्य लेखनेन धनं सम्पादयन्ति समीचीनमस्ति वाक्यं सिद्धं वा गङ्गाजलस्य पानम् उत्तमम् हा गङ्गाजलस्य पानम् उत्तमम् आसीत् आसीत् इदानीं पिबति चेत् किं भविष्यति भविष्यति तत्र गङ्गाजलं पिबति चेत् नाम तत्र रोग रुग्णः भविष्यति अस्तु अग्रिमं पृच्छनं पृच्छति पृच्छनं अस्तु मिलति किं भवति मिलति मेलनं चेतु वाक्यमस्ति भवान् सर्वं शृणोति किन्तु किञ्चित् रचयतु भोः कक्ष्यायां छात्राणां प्रश्नस्य पृच्छनेन अध्यापकः कुपितः भवति अस्तु अस्तु त्यजति किं भवति त्यजति त्यजनम् सर्वदा तृतीया मा करोतु किमपि एतावता पठनेन गमनेन इति सर्वदा वदतु नाम तृतीया समीचीनम् इदानीं तृतीया इत्यस्य अभ्यासः जातः नूतनं किमपि करोतु नूतनं छात्राणां मेलनं ज्ञानवर्धकम् अस्ति छात्राणां मेलनं ज्ञान वर्धकं वर्धकम् अस्ति समीचीनम् गमनस्य सहायं करोतु गमनस्य गमनस्य अत्र अत्र भ्रमः मा भवतु अत्र गमनमिति अस्ति खलु पदं तत्र गमनमेव षष्टि इति न गमनं गमनम् इति शब्दः तस्मात् पूर्वं यः शब्दः तस्य षष्टि रामस्य आगमने हा हा तर्हि वदतु मम गजस्य दर्शनं कुशलं भवति हा मम गजस्य दर्शनं कुशलं भवति स बहु नाम कल्पना अस्तु मम गजस्य दर्शनं कुशलं भवति तर्हि समस्या अस्ति यत् दर्शनं स्वयं कुशलम् इति नास्ति खलु अहं कुशली अथवा भवती कुशलिनी गजस्य दर्शनेन पुनः वाक्यं वदतु मम मम गजस्य दर्शनं कुशलं भवति हा अस्तु वाक्यं बहु समीचीनं केवलं लघु परिवर्तनमपेक्षितम् लघुपरिवर्तनम् एकः विकल्पः अस्ति दर्शनेन इति भवितुमर्हति, नो चेत् दर्शनम् इति एव भवति. मम गजस्य दर्शनं सन्तुष्टम्. सन्तोष जनकम् कर्मणि. दर्शनं सन्तोषजनकं. मम गजस्य दर्शनं सन्तोषजनकम्. अथवा मम आगच्छति वा पुनः? मम गजस्य दर्शनं सन्तोषजनकम्. सन्तोषः इति जानाति वा? सन्तोष जनकं. जनकं मीन्स् गिव्स् राइज़ टु. मम गजः नास्ति. न मम अत्र भ्रमः भवितुमर्हति. एषु वाक्येषु भ्रमः भवितुम् अर्हति, यतोहि मम गजस्य दर्शनेन मम गजस्य दर्शनं मम गजस्य दर्शनम् इति एका क्रिया अस्ति. एका क्रिया अस्ति गजस्य दर्शनं. मम गजस्य दर्शनं नाम अहं गजं पश्यामि, किन्तु मम गजस्य दर्शनं इति अन्य कोऽपि पश्यति. गजः मम, किन्तु अन्य कोऽपि आगत्य गजं पश्यति. मम गजस्य दर्शनं. अतः भ्रमः सामान्यतया संस्कृतभाषायाम् एतादृशभ्रमः न भवितुमर्हति, यतोहि तत्र विभक्ति, तत्र सम्बन्धः सर्वत्र अस्ति. किन्तु यत्र षष्ठी अस्ति, यदि अहं तत्र षष्ठी एतादृशं वाक्यम् अनुक्त्वा यदि अहं गजस्य दर्शनं करोमि अथवा अहं गजं पश्यामि, तत्र भ्रमः भवितुमर्हति वा? न भवति एव. अहं गजं पश्यामि, तत्र कः पश्यति, कः कं पश्यति, तत्र भ्रमः न भवितुमर्हति. किन्तु तत् स्पष्टं सर्वं. किन्तु मम गजस्य दर्शनं सन्तोषजनकम्, तत्र भ्रमः भवितुमर्हति. गजः कस्य, दर्शनं कः करोति, किन्तु वाक्यं समीचीनमस्ति. अस्तु अग्रे वाक्यमस्ति. मातृस्य गमनेन बालिका रोदति. पुनः वदतु. मातृस्य, किन्तु मातृस्य इति न भवति, मातृशब्दस्य षष्ठी किं भवति? पुनः वदतु. मातुः गमनेन बालिका रोदति. समीचीनं वाक्यं, समीचीनम्. अग्रे. कन्दुकेन क्रीडनेन अस्माकं शरीराणि सशक्ताः भवन्ति. कन्दुकेन क्रीडनेन अस्माकं शरीराणि सशक्ताः भवन्ति. अत्र शरीराणि शरीराणि शरीराणि शरीराणि सशक्तानि. खादति इत्यस्य खादति किं भवति? खादति खादनं. अस्तु. जानाति तथा अस्ति. ज्ञातं न. ज्ञानम् इति वदतु. अस्तु. करोति किं भवति? कृतं न. कर्तुं न. तस्य भावः तथा अस्ति. करणं कृतं भिन्नं, यथा ज्ञातं कृतं तत्र विशेषणमस्ति. करणमिति भावः, करोति इत्यस्य करणमिति भावः, खादति इत्यस्य खादनं भावः, क्रियायाः भावः. अस्तु. शृणोति किं भवति? शृणोति श्रवणं. समीचीनं, वदतु. करोतु. तत्र पदमस्ति श्रवणं. श्रवणं तत्र रेफः अस्ति वा? खादनम गमनम तत्र नम नम नम सर्वत्र दंति नकार अस्ति गमनम चिंतनम किंतु श्रोति श्रोति इत्यस्य श्रोति श्रव श्रवणम श्रवणम श्रवणम किमर्थम तत्र रेफा अस्ति श्र श्र हाँ तत्र मध्य अहम न उक्तवान किंतु या वा तत्र अपि बाधा नास्ति या वा रा बाधा नास्ति किंतु ला इत्यस्य बाधा अस्ति या वा रा बाधा नास्ति तर्हि श्रव तत्र मध्ये वकारः अस्ति तथापि भवति न श्रवण अस्तु वाक्यमस्ति दुरभ्यासस्य त्यजनम् उत्तमम् हा समीचीनम् दुरभ्यासस्य त्यजनम् दुरभ्यासस्य त्यजनम् तत्र कर्म कर्तृपदस्य वा त्यजनम् यतोहि दुरभ्यासः कोऽपि अभ्यासं त्यजति कोऽपि अन्य कोऽपि अहं दत्तवान् वा खादति अल्पाहारस्य खादनस्य बहवः लाभाः हा किन्तु पुनः तृतीय करोतु पुनः वदतु अल्पाहारेण न न न अपाहारस्य अल्पाहारस्य खादनेन बहवः लाभाः समीचीनम् खादनस्य खादनस्य इति दोषः नास्ति दोषः नास्ति खादनेन इति इतोपि समीचीनमस्ति अभिनव मम गृहे शास्त्राणाम् अध्ययनम् अकरोत् पुनः वदतु अभिनव मम गृहे शास्त्राणाम् अध्ययनम् अकरोत् समीचीनमस्ति अस्तु ददाति किमस्ति दानम् प्रक्षालयति प्रक्षालनीयम् प्रक्षालन प्रक्षालन अत्र हेतुः अस्ति वा हेतुः निमित्तं निमित्तं निमित्तं प्र हा प्र इति अस्ति प्र अस्ति किन्तु प्र इति भिन्नपदमस्ति तत्र क्ष अस्ति अस्ति क्ष तत्र क ष कृष्णश अस्ति तदपि निमित्तमस्ति निमित्तमस्ति प्र अपि अस्ति अस्तु चिन्तयतु प्र अपि अस्ति क्ष अपि अस्ति निमित्तद्वयमस्ति ककारे षकारः मूर्धन्यषकारः कृष्ण पुष्पं पुष्पं पुष्पाणि क्षा अस्ति तत्र संयुक्तवर्णः अस्ति ककार षकार तर्हि प्रक्षालनं तत्र अणत्वं भवति न वा लकारः लकारः अतः न भवति प्रक्षालनं वदतु श्रवणं घण्टस्य वादनस्य श्रवणेन छात्राः गृहान् गच्छन्ति पुनः वदतु घण्टस्य वादनस्य श्रवणेन घण्टा घण्टा किन्तु लिङ्गं किं घण्टी घण्टी अथवा घण्टा घण्टी घण्टी घण्टी घण्टी इत्यस्य षष्ठी किम् अस्य अस्य अस्य तत् सर्वत्र न भवति खलु नदी नदी घण्टी या घण्टिका घण्टी इति वदतु घण्टी षष्ठी विभक्ति किम् अस्ति तत्र एकनिमिषः घण्ट्याः घण्ट्याः वाद श्रवणेन छात्राः गृहान् गच्छन्ति न न गृहम् इति अस्ति खलु गृहं गच्छन्ति स्वस्वगृहम् किन्तु अन्यदोषः अस्ति पुनः वदतु कण्ठ्याः वादन अत्र भवान् स्वयं जानाति एका समस्या अस्ति भवान् उक्तवान् घण्ट्याः वादनेन श्रवणेन तत्र तत्र किं भवति कथं वयं कर्तुं शक्नुमः वाक्यं पुनः वदतु घण्ट्याः वादनेन श्रवणेन छात्राः स्वस्वगृहं गच्छन्ति इति वाक्यमस्ति अत्र एकः दोषः अस्ति समीकुर्वन्तु वादनस्य तत्र सम्बन्धः अस्ति वादनस्य श्रवणेन समीचीनम् अस्तु अग्रिमं वाक्यम् अस्ति नास्ति वा अस्तु प्रेषयति संस्कृतभाषां पठितुं भारतस्य भारतस्य भाषस्य ज्ञानम् आवश्यकम् पुनः वदतु संस्कृतभाषां पठितुं एकनिमिषः भाषा तत्र लिङ्गं किं भाषा पुनः वदतु संस्कृतभाषा पठितुं भारतस्य भाषायाः ज्ञानम् आवश्यकम् समीचीनमस्ति पुनः वदतु पुनः एकवारं संस्कृतभाषा पठितुं तत्र दोषः अस्ति संस्कृतभाषां पठितुं भारतस्य भाषायाः ज्ञानम् आवश्यकम् समीचीनमस्ति अनेन किं भवति वाक्यं किञ्चित् दीर्घं भवति खलु समीचीनमस्ति अनेन नाम एकं यन्त्रमस्ति एतत् एकं यन्त्रं टू एकं यन्त्रमस्ति षष्टि प्लस् भाववाचकः अनेन वाक्यं किञ्चित् नाम संयुक्तं भवति किञ्चित् दीर्घं भवति खलु अत्र संस्कृतभाषां पठितुं तत्र समीचीनमस्ति अन्यविकल्पः संस्कृतभाषायाः पठनार्थम् इति अपि भवितुमर्हति संस्कृतभाषां पठितुं समीचीनमस्ति संस्कृतभाषायाः पठनार्थं भारतस्य भाषायाः एतत् सर्वमपि अस्ति अस्तु अन्यत् वाक्यं वस्त्राणां प्रक्षालनेन रोगाः नश्यन्ति अथवा नष्टाः भवन्ति नश्यति अग्रे वाक्यं भारतदेश अस्य राजदूतम् आङ्ग्लदेशं प्रेषयत् पुनः वदतु भारतदेशः अस्य राजदूतम् आङ्ग्लदेशम् अप्रेषयत्। किन्तु अत्र षष्टि प्लस् प्रेषणं कुत्र अस्ति? भवान् परिवर्तितवान्। अस्य पुनः वदतु। भारतदेश अस्य राजदूतम् षष्टि भवति। कस्य? अस्य राजदूतम् भारतस्य। किन्तु षष्टिविभक्तिः अस्ति, किन्तु एतादृशषष्टिः नास्ति। नाम तस्य गमनं, वस्त्राणां प्रक्षालनम्, एतत् कुत्र अस्ति? अहम् उक्तवान् प्रेषयति, तु भवान् उक्तवान् प्रेषणं, प्रेषणं तु प्रेषणं तु नास्ति, अप्रेषयत्। अप्रेषयत् इति भिन्नं वाक्यं, समीचीनमस्ति वाक्यं, शुद्धं, किन्तु अस्माकं यः अभ्यासः क्रियमाणः तत्र नास्ति। षष्टिविभक्तिः अस्ति, किन्तु एतादृशी शक्तिः षष्टिविभक्तिः नास्ति। प्रेषणं शब्दस्य उपयोज्यं कर्तुं इच्छन्ति। भाववाचकशब्दस्य उपयोगं, भाववाचकशब्दः नाम प्रेषणं, गमनं, दूतस्य प्रेषणं तदा भवति। प्रेषणशब्दः न तु प्रेषयति, अप्रेषयत् एतत् न प्रेषणं। अन्यत् वाक्यं भवान् उक्तवान् खलु, उत्तिष्ठति, उत्थानम्। नूतनं भवती मौनव्रतं किमर्थं करोति? मम नाम शब्दस्य अभावे किमपि न करोति, किमपि न वदति, किमपि नाम प्रार्थनां न करोति। नूतनं ददातु, नापेक्षितं वा? अस्तु। उपविशति, उपविशति किं भवति? उपवेशनम्, उपवेशनम्। उपवेशनम् अस्तु। नूतनम् अपेक्षितं वा? वदति वा? नूतनं स्थापयति किं भवति? स्थापयति, स्थापनं, स्थापनम् इति करोतु। शीघ्रं समापयामः। संस्कृतस्य विद्यादानं सर्वदानं प्रथमम्। संस्कृतस्य विद्यादानं किं? सर्वदानं प्रधानम्। सर्वदानप्रधानं सर्वोत्तमम्। संस्कृतस्य विद्यादानं सर्वोत्तमम्। अस्तु। सप्तमी विभक्ति अस्तु। सप्तमी विभक्ति भवति किं? सर्वदानेषु उत्तमम्। सर्वदानेषु उत्तमम्। विद्याधनं सर्वधनं प्रदानम्। I have heard this. अस्ति वाक्यमस्ति वा? धनं सर्वधनप्रधानम्। पत्रस्य प्रेषणं विलम्बम् अभवत्। तत्र दोषः अस्ति, विलम्बेन अभवत्। पत्रस्य प्रेषणे विलम्बः अभवत्, पत्रस्य प्रेषणे विलम्बः अभवत्, अथवा पत्रस्य प्रेषणे विलम्बः अभवत्। अस्तु अग्रे। समाजस्य उत्थानम्, उत्थानं देशस्य उत्थानाय आवश्यकम्। पुनः वदतु। समाजस्य उत्थानं देशस्य उत्थानाय आवश्यकम्। उत्थानाय इति उक्तं वा? समाजस्य उत्थानं देशस्य उत्थानाय किं प्रथमं समाजस्य अथवा देशस्य? समाजस्य प्रथमं देशस्य समाजस्य समाजस्य उत्थानं देशस्य उत्थानाय हा इदानीं समीचीनमस्ति एतत् किम् आवश्यकम् आवश्यकं हा हा समीचीनमस्ति समीचीनमस्ति शब्दक्रमः नाम किञ्चित् असामान्यः किन्तु समीचीनमस्ति सामान्यतया वयं किं वदामः सामान्यतया देशस्य उत्थानाय देशस्य समाजस्य उत्थानम् आवश्यकम् दोषः नास्ति नास्ति तत् शब्दस्य शब्दक्रमस्य महत्वं नास्ति किन्तु एकसामान्यशब्दक्रमः अपि अस्ति तत्र ततः इतस्ततः भवति चेत् अस्माकं श्रवणाभ्यासः नास्ति अस्माकं किं नाम अस्माकं मस्तिष्के एका अपेक्षा अस्ति खलु अपेक्षा अस्ति ततः दूरं गच्छति चेत् अस्माकं अभ्यासः न स्यात् किन्तु वाक्यं तु समीचीनमस्ति अस्तु अनन्तरमस्ति वाक्यं भगिनि पूर्ववाक्यं नास्ति अस्तु वदतु ओके परन्तु मम पादानां ये पादम् ओरि लैक् विच् वन्स् द How do you say like pada? A pada. Oh, okay. Mama pada nam upaveshanam this part I didn't know how to say. Kushalam bhavati. Comfortability wala? Yeah. Comfortable. That's what I'm trying to say. Huh. The comfortable nama sukadaha. Sukadaha. Sukadaha sukadam. मम पादनम् उपवेशनं सुखदं भवति भवती किं वक्तुमिच्छति नाम पादार्थम् उपवेशनं सुखदायकं सुखदमस्ति सुखदम् उपवेशनं सुखदमस्ति तद्वाक्यमस्ति पुनः वदतु मम पादार्थं समस्या अस्ति यत् पादानाम् उपवेशनमस्ति नास्ति खलु शरीरस्य उपवेशनं मम उपवेशनं पादाभ्यां पादद्वयमस्ति द्विवचनं अत्र द्विवचनमस्ति मम उपवेशनं पादाभ्यां सुखदं समीचीनमस्ति अस्तु अन्यत् वाक्यं सर्वे उक्तवन्तः वा अस्तु समस्याभावे तत्र कथा मास्तु किन्तु अस्मिन् किञ्चित् अग्रे गच्छेम तत्र सप्तमीविभक्तिः सप्तमीविभक्तेः प्रयोगः कुत्र कुत्र भवति पेज् 55 इति तत्र सत्विभक्तिः नाम यत्र कुत्र इति प्रश्नवाचकः शब्दः अस्ति कुत्र तत्र उत्तरदाने तत्र सप्तमीविभक्तेः प्रयोगः भवति इति तु वयं जानीमः खलु तर्हि अत्र अभिनवमहोदय तत्र प्रथमं करोतु नाम बेङ्गलूरुनगरे जयनगरम् अस्ति अग्रे जयनगरे उद्यानम् अस्ति उद्याने सस्यम् अस्ति अग्रे सस्ये फलम् अस्ति फले बीजानि सन्ति इति अस्ति नाम कुत्र कुत्र उत्तरदानार्थं तत्र सप्तमी विभक्ति भवति खलु इति वयं जानीमः अनन्तरं द्वितीयाभ्यासः अत्र लक्ष्मी भगिनी कृपया पठतु संस्कृत संस्कृताध्यायने संस्कृताध्ययने मम महती आसक्तिः अस्ति इति वाक्ये आसक्तेः आधारः संस्कृताध्ययनम् एषः अस्ति विषयरूपः आधारः एतादृशस्य आधारस्यापि सप्तमी भवति तर्हि सप्तमीभक्तिः नाम आधारः खलु तत्र प्रथमम् आरम्भे किं पूर्वे आरम्भे सर्वेषामपि वस्तूनां कोऽपि आधारः भवति एव एवं यः आधारः भवति तस्य सप्तमी विभक्तिः भवति तर्हि अभिनव महोदय यः यम् अभ्यासं सः कृतवान् तत्र शारीरिक आधारः शारीरिकाधारः अत्र विषयरूपः आधारः नाम संस्कृताध्ययने मम महती आसक्तिः अस्ति संस्कृताध्ययने तत्र संस्कृताध्ययनं शारीरिकं वस्तु तु नास्ति किन्तु सप्तमीभक्तेः प्रयोगः भवति तत्र विषयरूपः आधारः अस्तु सन्ध्या भगिनी अत्र यथा उदाहरणमस्ति सः भवतः भवतः अनादरः अनादरः मास्तु सः इति अस्य सप्तमी तत्र दत्तमस्ति तस्मिन् भवतः अनादरः मास्तु अवगच्छति वा आदरः अनादरः आदरः जानाति वा सम्माननं रिस्पेक्ट् आदरः तर्हि आदरः इति रिस्पेक्ट् तर्हि अनादरः तस्मिन् भवतः अनादरः मास्तु नाम यु शुड् नाट् हाव् डिस्रिस्पेक्ट् फर् हिम् तत्र सप्तमी अस्ति तस्मिन् भवतः अनादरः मास्तु स्पष्टमस्ति न वा प्रश्नः वा यत्र आदरः तद् एकनिमेषः वयं नाम अभ्यासं कुर्मः अभ्यासानन्तरमपि प्रश्नः अस्ति चेत् पृच्छतु महोदय प्रथमवाक्यं वदतु संस्कृतं जनाः प्रीतिं प्रदर्शयन्ति वदतु सप्तमी सप्तमी करोतु संस्कृतमिति सप्तमी न जानाति किं भवति संस्कृते संस्कृते जनाः प्रीतिः प्रदर्शयन्ति प्रीतिं प्रदर्शयन्ति संस्कृते तत्र संस्कृते इति आधारः अस्ति विषयकरूपः आधारः अस्ति अभिनवमहोदय अग्रिमं करोतु शरीरस्य अलङ्कारः मम अभिरुचिः नास्ति शरीरस्य अलङ्कारे मम अभिरुचिः नास्ति अस्तु अग्रिमं वाक्यं महोदय मधुरखाद्यम् एतावती प्रीतिः किमर्थम् मधुरखाद्ये एतावती प्रीतिः किमर्थम् स्पष्टमस्ति खलु अस्तु अग्रे देवः भक्तः कृपां प्रदर्शयति देवः भक्ते कृपां प्रदर्शयति समीचीनं देवे भक्ते और देवः भक्ते न देवः देवः इति कर्तृपदमस्ति कर्तृपदस्य प्रथमविभक्तिः भवति देवः कृपां प्रदर्शयति भक्ते किं स्पष्टम् अग्रे चित्रलेखनं बालकस्य अतीव आसक्तिः चित्रलेखने बालकस्य अतीव आसक्तिः समीचीनं तर्हि यत्र यत्र आदरः अस्ति स्नेहः अस्ति अभिरुचिः अस्ति तत्र यस्मिन् आदरः स्नेहः अभिरुचिः तस्य सत्त्वविभक्तिः भवति मम स्नेहः मातरी अस्ति पितरी अस्ति सप्तमी यत्र कुत्रापि भवतु नाम तस्य सप्तमी अस्तु प्रीतिः स्नेहः अभिरुचिः कृपा एतत् सर्वं सप्तमी भवति इदानीं भयं न तथा भयं भयमित्यस्य पञ्चमी भयं पञ्चमी किन्तु स्नेहः सप्तमी इति भेदः अस्ति मनसि भवतु भयमित्यस्य पञ्चमी स्नेहः आदरः आसक्तिः प्रेम एतत् सर्वं सप्तमी भवति यतोहि तत्र भयं तत्र विभागः भवति दूरं स्थातुमिच्छति अतः पञ्चमी तस्मात् भयं किन्तु तस्मिन् प्रीतिः चतुर्थी तत्र क्रोधः यत्र क्रोधः अस्ति कोपः क्रोधः तत्र चतुर्थी अस्ति तस्मै मम क्रोधः तस्मै बालकाय तस्मै शिक्षकाय मम क्रोधः अस्ति तस्मिन् शिक्षके मम प्रीतिः अस्ति तस्मात् शिक्षकात् मम भयम् इति भेदः अस्ति इति विषयः अस्ति एतावता अस्मिन् सप्ताहे सर्वे वाक्यानि रचयन्तु तत्र सप्तमी इति एकवचने बहुवचने पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे तत्र शारीरिक आधारः अथवा यत्र विषयरूपः आधारः इति न्यूनातिन्यूनं पञ्चवाक्यानि रचयन्तु सप्तमी तर्हि एतत् पुस्तकम् इदानीमपि किञ्चित् अवशिष्यते मम चिन्तनं प्रायः गीतसोपानमिति समीचीनं स्यात् अहं पुनः द्रक्ष्यामि इदानीमपि किञ्चित् समयः अस्ति यतोहि अस्य अनन्तरम् अभ्यासः सामूहिक अभ्यासः अस्ति अस्मिन् पुस्तके किञ्चित् समयः अस्ति किन्तु अस्मिन् सप्ताहे सम्पर्कं कृत्वा वक्ष्यामि किं पुस्तकम् अस्तु नमस्कारः